अस्माकं स्थानिवद्भावः इति पाठः इदानीमपि प्रवर्तते. तत्र अस्माभिः किं दृष्टं? प्रश्नः अस्ति, यदा आदेशः स्थानिनः स्थाने आगच्छति तदा कुत्र कुत्र तस्य गुणाः स्थानिवत् भवन्ति, कुत्र कुत्र तस्य गुणाः स्थानिवत् न भवन्ति इति अस्माकं प्रश्नः अस्ति. तर्हि तत्र अस्माभिः प्रथमं तु दृष्टं यत् अष्टस्थलानि सन्ति यत्र आदेशाः स्थानिवत् भवन्ति. स्थानिवत् आदेशः अनल्विधौ इति मुख्यसूत्रमस्ति. तत् सूत्रं वदति यत् आदेशः स्थानिवत् भवति परन्तु अल्विधिः अस्ति चेत् न भवति. तर्हि प्रथमम् आदेशः स्थानिवत् भवति कुत्र कुत्र भवति? काशिकायां वाक्यमस्ति, धात्वङ्ग कृतद्धित अव्यय सुप्तिङ्ग पदादेशाः. नाम स्थानी धातु अस्ति चेत् आदेशः अपि धातु भवति, स्थानी अङ्गम् अस्ति चेत् आदेशः अपि अङ्गम्, स्थानीकृत् प्रत्ययः अस्ति चेत् आदेशः अपि कृत् प्रत्ययः, स्थानी तद्धित् प्रत्ययः अस्ति चेत् आदेशः अपि तद्धित् प्रत्ययः, स्थानी अव्ययः अस्ति चेत् आदेशः अपि अव्ययमस्ति, स्थानी सुप् प्रत्ययः अस्ति चेत् सुप् प्रत्ययः आदेशः अपि भवति, स्थानी तिङ् प्रत्ययः अस्ति चेत् तिङ् प्रत्ययः अपि भवति, स्थानीपदम् अस्ति चेत् आदेशः अपि पदं भवति इति अष्टस्थलानि सन्ति यत्र आदेशः स्थानिवत् भवति इति अस्ति. अनन्विधौ इति भागः मया न सम्यक् अवगतं महोदय. तदेव अहम् इदानीं वदामि. इदानीं द्वितीयभागः अस्ति अनल्विधौ, नाम न अल्विधौ, नाम अल्विधिः अस्ति चेत् न भवति आदेशः स्थानिवत् न भवति. तर्हि इत्युक्ते किम् अल्विधौ इत्युक्ते किम्? तर्हि चिन्तयतु, प्रथमः स्थानी अस्ति, द्वितीयक्रमे तस्य स्थाने आदेशः भवति, तृतीयस्थले कश्चन विधिः अस्ति. इदानीं तस्य विधिः प्रसक्तये स्थानिमध्ये किमपि अल् रूपी निमित्तम् अस्ति. नाम स्थानिमध्ये कोऽपि अल् वर्णः अस्ति यः तस्मै विधये किमस्ति, निमित्तमस्ति. एतादृशी स्थित्यां यदि आदेशमध्ये सः वर्णः नास्ति चेत् आदेशः स्थानिवत् मत्वा सः विधिः कार्यं न करोति. यदि स्थानी आसीत् अपि च विधिः आसीत् तर्हि स्थानीमध्ये कोऽपि अल्वर्णं स्थानीमध्ये अल्वर्णस्य निमित्तं कृत्वा विधिः कार्यं करोति इति यदि अस्ति. परन्तु इदानीं मध्ये स्थानिनः स्थाने आदेशः आगच्छति. यदि तस्मिन् आदेशे सः वर्णः यः विधेः कृते निमित्तम् अस्ति सः वर्णः यदि नास्ति तर्हि आदेशः स्थानिवत् न भवति. स्थानिवत् न भवति अतः सः विधिः अपि कार्यं न करोति इति अस्ति अनल्विधौ. नाम अल् वर्णं निमित्तं कृत्वा यः विधिः अस्ति तस्य विधेः कृते आदेशः स्थानिवत् न भवति इति अस्ति. इदानीम् अवगच्छन्ति? यथा अस्माभिः दृष्टं खलु, उदाहरणमस्ति आर्धातुकस्य इड्बलादेः इति एकः विधिः अस्ति. तद् विधिः वदति यत् आर्धातुकप्रत्ययः बलादि अस्ति चेत् तस्य इडागमः भवति इति अस्ति. इदानीं निमित्तं किम् अस्ति? आदिमः वर्णः वलादि भवेत् खलु, वल् प्रत्याहारे भवेत्. नाम वल् प्रत्याहारस्य वर्णः अस्ति चेदेव तत्र इडागमः भवति. इदानीं यदि त्वा प्रत्ययः अस्ति, लिख् योगः त्वा, इदानीं त्वा प्रत्ययः अस्ति, त्वा प्रत्ययः लिख् योगः त्वा आदिधातुकस्य इड्बलादेः कृत्वा लिखित्वा भवति इति तु सम्यक् अस्ति. इदानीं यदि वियोगः लिख् अस्ति चेत् वयं जानीमः यत् समासः अस्ति चेत् त्वा कृत्यस्थानस्य ल्यप् भवति. तर्हि इदानीं विलिख् योगः त्वा भवति विलिख् योगः ल्यप्, नाम त्वास्थाने ल्यप् भवति. नामल्यप् इति त्वा इति तस्य आदेशः भवति. ल्यप् मध्ये यो एव अवशिष्यते, अतः विलिख् योगः त्वा भवति, विलिख् योगः यो. इदानीं प्रश्नः आगच्छति आधातुकस्य इड्बलादेः इति सूत्रम् अत्रापि कार्यं करोति वा? नाम त्वा यदि आसीत् तत्र तु आधातुकस्य इड्बलादेः कार्यं करोति, यतोहि तकारः वल् प्रत्याहारे अस्ति. इदानीं त्वा तस्य स्थाने य भवति, तर्हि य आदेशः अस्ति, आदेशः स्थानिवद् भवति इति मत्वा ल्यप् प्रत्ययः अस्ति चेदपि तत्र इडागमः कृत्वा विलिख् विलिखीय इति किमपि भवति वा? विलिखीय. तर्हि तस्य उत्तरमस्ति न भवति. तस्य उत्तरमस्ति न भवति. किमर्थं न भवति? इदानीम् आधातुकस्य इड्बलादेः तस्य कृते निमित्तं यत् अस्ति स एक अल् वर्णः अस्ति, एकः वर्णः अस्ति. वल् प्रत्याहारे प्रत्ययस्य आदिमः वर्णः अस्ति चेत् कार्यं भवति, नाम वर्णं निमित्य कार्यं भवति. सः वर्णः यदि आदेशे नास्ति चेत् कार्यं न भवति, आदेशः स्थानिवत् न भवति. इदानीम् आदेशः अस्ति य, यकारः तु वल् प्रत्याहारे नास्ति, यकारः वल् प्रत्याहारे नास्ति, अतः य इति क्त्वा प्रत्यय इव इति मत्वा अत्रापि इडागमं करोतु इति दोषपूर्णः अस्ति. अत्र आदेशः स्थानिवत् न भवति, आदेशः भवति. आदेशस्य प्रथमवर्णः वलादि अस्ति चेत् कार्यं भवति, नास्ति चेत् न भवति. अत्र आदेशस्य प्रथमवर्णः अस्ति यकारः, यकारः वलि नास्ति, अतः इडागमः अपि न भवति, रूपं भवति विलिख्य. नाम त्वा प्रत्ययः तत्र इडागमः भवति, त्वा प्रत्ययस्य स्थाने यदा ल्यप् भवति तत्र इडागमः न भवति. किमर्थं? यतोहि इडागमस्य निमित्तम् अस्ति वलादिवर्णः, वलिवर्णः भवेत्, नाम तस्य निमित्तम् एकः वर्ण अस्ति. सः वर्णः यदि आदेशे नास्ति चेत् आदेशस्थानिवत् न भवति इति अस्ति. सर्वे आगच्छन्ति? आदेशवर्णः इकारः वा? न, आदेशः तु यकार य अस्ति खलु. त्वा इति अस्ति स्थानी, य इति अस्ति आदेशः, इडागमः इति अस्ति विधि. अल् वर्णः स्थानी मध्ये कोऽपि अल् वर्णः अस्ति चेत् आदेशमध्ये कार्यं न करोति इति उक्तवान् भवान्. स्थानि मध्ये अल् वर्णं निमित्तीकृत्य यदि कार्यं भवति सः अल् वर्णः. तत्र अल् वर्णः किं? तत् अल् वर्णः किम्? अत्र अल् वर्णः किम् अस्ति? वलादि इति अस्ति खलु. वल् प्रत्याहारस्य वर्णः अस्ति चेदेव इडागमः भवति. ओ, वर्णः अस्ति खलु. एकः वर्णः यत्र निमित्तम् अस्ति तादृशप्रसङ्गे आदेशस्थानिवत् न भवति. आदेशे वर्णः अस्ति चेत् कार्यं भवति, आदेशे वर्णः नास्ति चेत् कार्यं न भवति. आदेशः स्थानिवत् भवति इति चिन्तयित्वा स्थानिमध्ये तादृशः वर्णः अस्ति अतः आदेशमध्ये नास्ति चेदपि स्थानिवत् मत्वा कार्यं करोतु इति सम्यक् नास्ति. अतः अनल्विधौ इति लिखितं, न अल्विधौ. स्थानिवत् आदेशः नाम आदेशः स्थानिवत् भवति परन्तु न अल्विधौ, अल्विधि इति प्रसङ्गे न भवति. अवगच्छति वा? प्रश्नः अस्ति वा? प्रश्नः अल् इत्युक्ते वर्ण, कोऽपि वर्ण, कोऽपि वर्ण अल् प्रत्याहार इत्युक्ते सर्वे वर्णाः खलु. सामान्यतः तत्र आदेशः स्थानिवत् भवति परन्तु तत्र अल् धर्म अस्ति तद् न स्थानिवत् न भवति इति अस्ति अल् धर्म. इदानीं तत् तकार तवर्गत्वम् अस्ति, इदानीं यकारस्तवर्गम् अस्ति अस्ति वा इति अल् अल् अल् अल् धर्म अस्ति खलु, तद् न भवति इति. अन्येषु स्थलेषु भवति यथा धातुः अस्ति धातुः भवति, प्रत्यये भवति, परन्तु अल् आश्रित अल् धर्मत्वं तत्र न भवति, अल् धर्म किमपि अलाश्रितकार्यं न भवति इति अस्ति. अल् इति सर्वे वर्णः किल, अन्य वल् प्रत्यार आगच्छति चेत् भवति, परन्तु इदानीं यकारः अस्ति तत् वल् नास्ति अतः न भवति इति अतेव अनल् खलु वर्णं निमित्ति कोऽपि वर्णं निमित्तीकृत्य कार्यम्. अल् विधि इत्युक्ते वर्णविधि. अत्र तकार अस्ति किल, इडागमः वर्णं निमित्तीकृत्य भवति खलु. वलादि वदिवर्णः अस्ति चेत् कार्यं भवति, तस्य निमित्तम् एकः वर्णः अस्ति खलु. तकार इति वर्णः, तकार इति अल् वर्णः अस्ति कृते. अल् वल् वल् प्रत्याहारे तकारः अस्ति, परन्तु वल् प्रत्याहारे यकारः नास्ति. अतः यकारं दृष्ट्वा एव कार्यं करणीयं, न तु यकार ज्ञातो इति चिन्तयित्वा यत् ल्यप्तुत्वा इति तस्य प्रत्ययस्थाने आगच्छति. अतः यकारं न यकारप्रथमवर्णः नास्ति अपि तु तकारप्रथमवर्णः अस्ति इति चिन्तयित्वा ल्यप् अस्ति चेदपि कार्यं भवति, इडागमः भवति इति सर्वं न चिन्तनीयम् इति एव अस्ति. सर्वत्र भवति किल इडागमः, ल्यप् भविष्यति चेत् इडागमः भवति किल. ल्यप् ल्यप् य अस्ति खलु, लकारः तु इति संज्ञा अस्ति. विलिख्य कथं विलिख्य इति वल् प्रत्याहारे अस्ति वा यकारः? रूपं विलिख्य खलु, विलिख्य इति अस्ति खलु. महोदय कुत्रापि ल्यप् भवति तत्र ल्यप् भवति तत्र इडागमः न भवति वा? न भवति न, इति यकार इति वल् प्रत्याहारः यकारः वलादि नास्ति, तस्मात् तस्मात् इडागमः न भवति. तदेव तदेव उत्तरं किल, किमर्थम् अल् विदौ इति अस्ति अत्र अस्ति इडागमः सार्वधातुक आर्धधातुक इद्बलादेः इति सूत्रेण इडागमः भवति. तत्र विलिखिति तत्र यकारः ल्यप् भवति, यकारः बलादे नास्ति, तदा तस्मात् इडागमः न भवति. किमर्थम् अल् विधौ तत्र किं कार्यं करोति तत्र इत्युक्ते, अल् विधिः इत्युक्ते सामान्य वाक्यमस्ति. अल् विधिः इत्युक्ते वर्णविधिः. अत्र इडागमः वर्णं निमित्तीकृत्य भवति खलु, तत् वर्णः कीदृशः? वल् प्रत्याहारस्य वर्णः तानिवत् आदेश इति केवलम् अनल् विद इति न उक्तं चेत् महोदय रघुवती यदि अल् विदौ इति नास्ति चेत् किं भवति? अनल् विदौ इति नास्ति चेत् अनल् विदौ इति नास्ति नास्ति चेत् स्थानी आदेशः स्थानीवद् भवति. अतः स्थानीं निमित्तीकृत्य ये कार्याणि भवन्ति, विधेये विधयः भवन्ति, ते सर्वे विधयः आदेशं आदेशे अपि भवन्ति. इडागमपि वैरमर्हति, अनिष्टरूपं भवति. विलिखिय भविष्यति वा? तस्मात् एव अल् विधौ इति अनल् विधौ इति तस्य सूत्रस्य शक्तिः. इदानीम् अवगतम् महोदय. अत्र किमर्थं तृतीयतत्पुरुषः पञ्चमी तत्पुरुषः इति आगच्छति? कुत्र भिन्नभिन्नकार्ये तत्र अर्थः भिन्नभिन्न कुत्र अस्ति तृतीयतत्पुरुष? तत् अग्रे वयं पश्यामः. इदानीं पर्यन्तं केवलं सरलं गीत अनल्विधौ इति किम् अस्ति इति अस्माभिः चिन्तितम्. अस्तु, इदानीम् अग्रे गच्छामः. तर्हि कुत्र अस्ति? मीना अस्ति अत्र. मीना महोदय, शास्त्रम् अल्विधिः चतुर्प्रकारकः इति वाक्यमस्ति खलु? शास्त्रे अयम् अल् विधिः च चतुर्प्रकारकः इति उच्यते. स्थानिवत् आदेशो अनल्विधौ इति सूत्रे अल्विधिः इति एकः समासः, स च समासः चतुर्भिः प्रकारैः विग्रहवाक्यं कर्तुं शक्यते. अलाविधिः तृतीयतत्पुरुषः, अलहविधिः पञ्चमी तत्पुरुषः, अलहविधिः षष्ठी तत्पुरुषः, अलिविधिः सप्तमी तत्पुरुषः. इत्युक्ते अल्विधौ, अल् द्वारा कार्यं तृतीय, अल्वर्णात् परं कार्यं पञ्चमी, अल्वर्णस्य स्थाने कार्यं षष्ठी किल कार्यं, अल्वर्णात् पूर्वं कार्यं सप्तमी. उदाहरणानि चत्वारि अपि दास्यन्ते, परन्तु मनसि एतावत् एव बोध्यं यत् विधिसूत्रे यदि कुत्रचित् अल्वर्णः निमित्तरूपेण अपेक्षितः अस्ति, यः केवलं मूलस्थानेन आसीत् अपि च आदेशे नास्ति, किं नास्ति परन्तु मनसि एतावत् बोध्यत् यत् यद् वर्णः वा अल्वर्णः निमित्तरूपेण अपेक्षते अस्ति, यः केवलं मूलस्थानानि आसीत् अपि च स्थानिनि आसीत् अपि च आदेशे नास्ति, तर्हि स्थानिवद्भावनिषेधकत्वात् अयम् अल्विधिः न भविष्यति. अत्र भवान् एव एवम् उक्तवान् अर्थम्, अल्विधिः इति स्थानिवत् आदेशे अनल्विधौ इति किम् इति. तत्र तत् सत्वा अलहवि पञ्चमी तत्पुरुष तत् तादृशम् अहं मया न अवगतं किमर्थम् इति. चतुर्प्रकारकः अस्ति, अल्विधिः इत्युक्ते किं चतुर्प्रकारकः अस्ति इति लिखितमस्ति. अलाविधि नाम अल् द्वारा विधि, अलहविधि नाम अल् अलवर्णात् अनन्तरं विधि, अलहविधि षष्ठी नाम अल् एव स्थानी अस्ति, अलिविधि नाम अल् वर्णात् पूर्वं विधि, अल्विधि अल्विधिः इति समासः अस्ति, तस्य अर्थः अस्ति अलाविधि नाम अल्वर्णद्वारा, नाम तत्र साक्षात् अनन्तरं साक्षात् पूर्वम् इति न, परन्तु कुत्रापि अस्ति ता अल्वर्णद्वारा किमपि कार्यमस्ति चेत् तत्र अपि निषेधं भवति. तदनन्तरं पञ्चतत्पुरुषः अलहविधि, अल्वर्णात् साक्षात् अनन्तरं कार्यमस्ति चेदपि तादृशस्थले अपि निषेधः भवति. अलः विधिः षष्ठी विभक्ति नाम अल्वर्णस्य स्थाने एव यदि विधिः भवति तत्र अपि अस्ति निषेधः. अलिविधिः नाम अल्वर्णात् पूर्वमपि विधिः अस्ति चेत् तत्र अपि कार्यं भवति निषेधः भवति इति अस्ति. चतुर्प्रकारः चत्वारः प्रकाराः सन्ति, प्रत्येकस्य उदाहरणम् इदानीं पश्यामः. अस्तु अग्रे, सम्प्रति स्थानिवत् आदेश. सम्प्रति स्थानिवत् आदेशो अनल्विधौ इति सूत्रे अल्विधिः इति समासस्य चतुर्णां विग्रहवाक्यानां कृते एकैकस्य दृष्टान्तः दीयते. अस्तु, पठामि वा? न, तर्हि इदानीम् अग्रे रघुपतिमहोदय पठतु. अलाविधि. अस्तु महोदय, अलाविधिः इति यदि स्थानिघटित अल्वर्णस्य द्वारा कश्चन विधिः इत्युक्ते कार्यः, तर्हि स्थानिनः स्थाने यः आदेशः आगतः द्वितीयकाले, सः आदेशः स्थानिवद्भावं न प्राप्नोति. अत्र बोध्यं यत् द्वारा नाम स च वर्णः कार्यं प्रति निमित्तं, किन्तु अपरेषु त्रिषु वक्ष्यमाणेषु दृष्टान्तेषु अयं वर्णनिमित्तः नास्ति किम्? अस्ति एव. तर्हि अत्र अलाविधिः नाम द्वारा इत्यस्य कथनेन को अर्थः? अर्थः एवं यत् निमित्तं सत्यपि तद्वारा पूरकार्यं न, परकार्यं न, अपि च स्वयं स्थानी न, अपि तु तु कथञ्चित् अन्यरीत्या निमित्तं यथा कार्यस्थलात् दूरं भूत्वा निमित्तम् अस्य च उदाहरणम् अत्र उच्यते नाम अस्माभिः सामान्यतया दृष्टं यत् निमित्तं पूर्वं भवितुं शक्नोति पञ्चमीविभक्तिः अस्ति चेत् निमित्तमेव स्थानी भवितुं शक्नोति षष्ठीविभक्तिः अस्ति चेत् निमित्त परवर्ण भवितुं शक्यते चेत् नाम पूर्वकार्यं सप्तमीविभक्तिः अस्ति चेत् तृतीया इति अस्ति तत्र निमित्तं यदि निमित्तं दूरम् अस्ति चेत् कुत्रापि तर्हि तृतीया विभक्ति इत्यनेन तस्य बोधं तस्य बोधनं भवति अतः लिखितं तृतीया इत्युक्ते अल् वर्णद्वारा कार्यं परन्तु साक्षात् अनन्तरं पूर्वम् अथवा स्थाने नास्ति दूरमस्ति परन्तु निमित्तमस्ति इति अस्ति अत्र सामान्यतृतीया विभक्त्याम् अस्ति चेत् किं तत्र पूर्वं वा भवतु परं भवतु साक्षात् पूर्वम् अथवा साक्षात् परं भवेत् इति अस्ति परन्तु अत्र तादृशं नास्ति दूरे अस्ति अत्र अत्र नाम किमपि कुत्रापि भवेत् निमित्तमस्ति परन्तु सप्तमी नास्ति भिन्नरीत्या तत् साधनमस्ति साधनमस्ति अनेन एव भवति यद् एतत् नास्ति चेत् न भवेत् भवितुमर्हति इति नाम वयं जानीमः खलु सर्वत्र यदा केटेगरैजेशन् भवति खलु केटेगरि वन् केटेगरि टु केटेगरि त्री यत् केटेगरि वन् टु त्री मध्ये अपि नागच्छति तस्य कृते केटेगरि फोर् इति एकमस्ति नाम ये ये वन् टु त्री मध्ये नागच्छन्ति ते फोर् मध्ये आगच्छन्ति तथैव अत्र अस्ति ये पञ्चमी निमित्तं षष्ठीनिमित्तं सप्तमीनिमित्तं न तत्र यत् कार्यं न भवन्ति तादृशनिमित्तानि अत्र अलाविधि मध्ये भवन्ति उदाहरणं पठतु व्यूढोरस्केन अस्तु उदाहरणं व्यूढोरस्केन इति पदं विग्रहवाक्यमस्ति व्यूढम् उरः यस्य इति कृत्वा बहुव्रीः समासः व्यूढोरस्कः इति व्यूढोरस्केन व्यूढोरस्केन इति पदं व्यूढोरस् तृतीया अस्तु व्यूढोरस्केन इति अस्य पदस्य व्युत्पत्त्यर्थं समासप्रक्रियायां यूढं योगः उरः इति प्रातिपदिकसंज्ञा सुपः लुक् व्यूढ योगः उरस् इति उरः प्रभृतिभ्यः कप् इत्यनेन उरः प्रभृत्यन्तात् बहुव्रीहेः कप् प्रत्ययः भवति तर्हि यूड योग उरस् योग क इति भवति क इति प्रत्ययः भवति आद्गुणः इति तत्र यूढो भवति यूढोरस् योग क इति इदानीं पदान्तसकारस्य रुत्पविसर्गौ व्यूढोरः योग क इति भवति सोपदादौ इत्यनेन पदान्ते विसर्गस्य पाशकल्प काम्य इत्येषु परेषु सकारादेशः न तु विसर्गादेशः अतः व्यूढोरस् कः इति शब्दः तृतीया विभक्तेः एकवचनविवक्षायां ता प्रत्ययः तस्य स्थाने च इनादेशः तदा गुणः तर्हि यूडोरस्केन इति भवति अट् कुप् वाङ् नुं व्यवाये अपि इत्यनेन नत्वं स्यात् अत्र इत्यनेन नत्वं स्यात् यतोहि रेफः इति निमित्तं वर्तते निमित्तं वर्तते ततः अग्रे नकारः अपि अस्ति मध्ये स्थितः सकारः नत्वं प्रति बाधा किन्तु स च सकारः विसर्गस्थाने आगतः विसर्गः अयोगवाहेषु अन्यतमः इति कृत्वा अट् प्रत्याहारे परिगण्यते अनेन च सकारे स्थानिवद्भावं कृत्वा अट् प्रत्याहारे स्वीक्रियते चेत् नत्वं भवेत् परन्तु अत्र विसर्जनीयः अल्वर्णः तस्य च कारणेन नत्वं भविष्यति अतः अलाविधिः इत्यनेन सकारे स्थानिवद्भावः न भवति नत्वं च बाधितं व्यूढोरस्केन इति पदम् अत्र व्यूढोरस्केन इति अस्ति तत्र नत्वं किमर्थं न भवति इति अस्ति अत्र व्यूढः उर युग का प्रत्यय भवति इदानीं सकारस्य यूढः इति अस्ति यूढोरस् इति अस्ति यूढोरस् इति व्यूढोरः भवति ससजोरुः इत्यनेन भवितुमर्हति तत्र व्यूढोरः विसर्गः क्षम्यतां व्यूढो सकारस्य क्षम्यतां सकारस्य समासः अस्ति सकारस्य इदानीं ऋत्वं भवति क्षम्यतां विसर्गस्य सकारादेशः भवति इति अस्ति इदानीं विसर्गस्य विसर्गस्य स्थाने सकारादेशः खलु व्यूढो रस् अस्ति योगः क अत्र सकारस्य प्रथमं विसर्गः भवति व्यूढो रः योगः क केन तत्र व्यूढो तत्र व्यूढोरः इति व्यूढोरः व्यूढोरः योगः क भवति व्यूढोरः इति कः क आमाम् इदानीं विसर्ग अस्ति विसर्गस्य स्थाने सकारादेशः भवति सोपदादौ इति सूत्रेण पाशकल्प क काम्य इत्येष परेषु इदानीं क इति अस्ति अतः तत्र सकारादेशः भवति इदानीं तत्र विसर्गस्य स्थाने सकार आगतः इदानीं विसर्गः स्थानी अस्ति तस्य स्थाने यः सकारः अस्ति तदस्ति आदेशः इति चिन्तयतु इदानीं प्रश्नः भवति यः सकारः यः आदेशः अस्ति सः विसर्गः इव कुत्र कुत्र भवति कुत्र कुत्र न भवति इति अस्ति प्रश्नः अग्रे अग्रे इदानीं तत्र तत्र सकार इदानीं सकारादेशः व्यूढो रस्क इति शब्दः त्रितयविभक्ते एकवचनविवक्षायां टा प्रत्ययं कृत्वा तस्य स्थाने च इन आदेशः भवति तत्र तदा गुणः व्यूढोरस्केन व्यूढोरस्क व्यूढोरस्क योग इन इति अस्ति व्यूढोरस्केन इति भवति इदानीं व्यूढोरस्केन इदानीं नकारस्य नत्वं भवति वा अट्कुप् वाङ्भावे अपि नत्वं स्यात् यतोहि रेफः मूले रेफः आसीत् तस्य स्थाने सकारादेशः इति सकार सकारादेशः इति रेफनिमित्तं वर्तते तर्हि अग्रे नकारः अपि अस्ति मध्ये स्थितः सकारः नत्वं प्रति बाधा किन्तु स च सकारः विसर्गस्थाने आगतः अतः विसर्गः विसर्ग अस्ति चेत् नत्वं भवति इदानीं सकारः विसर्गस्य स्थाने आगतः इति कृत्वा विसर्गः अपि सकारः अपि तत्र स्थानिवत् भावं प्राप्नोति वा इति प्रश्नः अस्ति चेत् न भवति अल्विधिः अस्ति इति कृत्वा अनल्विधिः सकारः विसर्ग इव न भवति अतः नत्वं न भविष्यति इति अस्ति नत्वं बाधितं सकार नत्वबाधा अस्ति सकारस्य इति खलु प्रथमम् उरस् आसीत् तदन्तरं सजुचोसजसोरुः इति सूत्रेण उरर् भवति किमर्थं तदनन्तरं उरः ऋत्वं तदनन्तरं विसर्जनीयः भवति तदनन्तरं सकारः सो अपदादौ इति सूत्रेण कप्रत्ययः भवति तस्मात् विसर्गः सकारः पुनरपि भवति वा तर्हि प्रथमविसर्गः अस्ति तस्य स्थाने सकारः भवति इदानीं व्यूढो रस्केन अत्र नकारस्य नत्वं भवति न वा इति प्रश्नः कोऽपि वक्तुं शक्नोति वस्तुतः सकारः यत् अस्ति तत्तु विसर्गः अस्ति खलु विसर्गस्य स्थाने सकारः अस्ति सकारः विसर्गः इव भवेत् हानिवत् आदेशः अस्ति खलु अतः विसर्गः एव इति चिन्तयतु विसर्गः अस्ति चेत् अट्कुप्वाङ् लुम्य वायपि इति सूत्रेण णत्वं भवति यतोहि विसर्गः हयवरट् हय इति हयवरट् इति नाम अट् अट् प्रत्याहारे एव भवति इति जनाः चिन्तयन्ति तथा अस्ति चेत् अट्कुप्वाङ् लुम्य वायपि इति सूत्रेण भवतु नत्वं भवतु अतः व्यूढोरस्केण इति भवतु परन्तु तथा नास्ति यतोहि अट् कुप्पां लुम्यवायपि इति किं वदति एषः वर्णः अस्ति चेत् मध्ये तर्हि व्यवधानं न भवति नाम वर्णनिमित्तम् इति सूत्रमस्ति तर्हि इदानीं वर्णनिमित्तं यदि सूत्रमस्ति सः वर्णः आदेशे नास्ति चेत् तत्र हानिवत् न भवति इदानीं नाम आदेशमध्ये ये वर्णाः सन्ति ते एव वर्णाः अस्माभिः द्रष्टव्याः इदानीम् आदेशे सकार अस्ति सकार अस्ति विसर्गः नास्ति सकार एव अस्ति विसर्गः नास्ति विसर्गः नास्ति अतः सकारमेव दृष्ट्वा कार्यं भवति न वा इति चिन्तनीयं, यतोहि अट् पुप्पां नुम्ये वायपि इति अल् वर्णकार्यमस्ति, अल् निमित्तं कार्यमस्ति. अन्ये यदि कोऽपि कार्यमस्ति चेत् अल् निमित्तवर्णं नास्ति, अल् निमित्तं नास्ति चेत् हानिः नास्ति, सकारः विसर्गः एव अस्ति अतः चिन्ता नास्ति. परन्तु अट् पुप्पां नुम्ये वायपि इति अल् विधिः अस्ति, अल् निमित्तं कार्यं भवति, अतः सकारः विसर्गः इव नास्ति, सकारः एव अस्ति. सकारः मध्ये अस्ति चेत् नत्वं भवति वा न भवति, यतोहि सकारः तस्य व्यवधानं करोति, अतः अत्र नत्वं न भवति. यद्यपि सकारः विसर्गस्य स्थाने आगच्छति अपि च विसर्गः नत्वे व्यवधानं न नास्ति, परन्तु नत्वम् अत्र न भवति, अतः व्यूढो रस्के न इति एव भवति इति अस्ति. द्वितीयसकारः व्यूढोरस्केन एकसकार एव अस्ति. प्रथमं सकारः अस्ति, विसर्गः अभवत्, तदनन्तरं सकारः भवति. सो केन सूत्रेण? कप् सूत्रेण, सो उपदादौ इति सूत्रेण सकारः भवति किल. कः क इति प्रत्ययः आगच्छति, तस्मात् सकार तत् सकारः विसर्गः नास्ति, तस्मात् विसर्गति. अतः सामान्यतया विसर्ग इव भवति, परन्तु अल् विधि कृते न भवति. अट्कुप्पां न्यूमे वायपि इति अल् विधिः अस्ति खलु, अतः तस्य कृते सकारः विसर्गः नास्ति, सकारः एव अस्ति. अस्तु, अतः सकारं दृष्ट्वा कार्यं भवति न वा चिन्तनीयम्. तत्र व्यवधानं करोति, तत्तु व्यवधानं करोति. विसर्गः अस्ति मूलतः, अतः व्यवधानं न भवति इति चिन्तनं दोषपूर्णं. महोदय, अत्र यदि सूत्रं केवलं स्थानिवत् आदेशः इति अस्ति चेत्, अनल्विधौ इति भागः नास्ति चेत्, सर्वत्र सकारः विसर्गेव, सकारः विसर्गेव, सकारः विसर्गेव इति चिन्तयित्वा अट्कुप्पां सूत्रे अपि सकारः विसर्गः इव, विसर्गः अस्ति अतः नत्वं भवति, व्यूढोरस्केण इति भवति, तत्तु दोषपूर्णमस्ति. अतः अनल्विधौ इति भागस्य आवश्यकता अस्ति. महोदय, अत्र तत्र सा सदिशो रुः इति सर्वत्र पूर्वत्र सिद्धम् इत्यस्य अपवादः अस्ति खलु, सर्वत्र किमपि स्वपदे तृतीयपादे अस्ति, अतः तत्र व्यूढोरः द्वितीयपादः, सारि क्षम्यता, द्वितीयपादे अस्ति, क्षम्यतां, तद् पश्यति एव स्वपदादौ इति तृतीयपादे इदानीम्. अस्तु, क्षम्यतां. किं सैषो रुः इत्यस्य कार्यं स्वपदादौ पश्यति एव इति प्रश्नः आसीत्, न पश्यति आगच्छति खलु, अनन्तरम् आगच्छति. आमामां, सत्यं सत्यं, न सामान्यतः तत् अपवादः अस्ति खलु, तत्र पूर्वत्र सिद्धम् इत्यस्य तत्र सर्वत्र इत्यस्य कार्यं सूत्रं विसर्गणीय सोपदादौ इति सूत्रात् पूर्वम् आगच्छति खलु, हा पूर्वम् आगच्छति, आमां सत्यं, परन्तु अन्यत्र तत्र पूर्वत्र सिद्धं चेत् अपवादः अस्ति खलु, तत्र सर्वत्र झलां जशो अन्ते इति सूत्रस्य कृते न न अन्यत्र अन्यत्र भवति खलु, हसि च अपि च अन्यत्र अस्ति खलु, तत्र उत्तमं भवति खलु, तत्र भिन्नं पूर्वसिद्धं प्रश्नोति चिन्तनं नास्ति, नास्ति, न नास्ति, परसूत्रमस्ति. आमां सत्यं, तर्हि एतत् अत्र किमर्थम् अलाविधि, यतोहि नकारः तस्य साक्षात् पूर्वं सकारः नास्ति खलु, अथवा अनन्तरं नास्ति खलु, दूरमस्ति सकारः अथवा विसर्गः, दूरमस्ति नकारात् दूरमस्ति, अतः अलाविधि तृतीयविधि इति अस्ति. अवगच्छति सर्वे? इदानीम् अलो विधि, यत्र अल्वर्णः साक्षात् पूर्वम् अल्वर्णः साक्षात् अनन्तरं कार्यं साक्षात् अनन्तरं मदनमहोदय दूरं कथं भवति महोदय? अत्र दूरं कथम् इति वदेमः नकारः इति तत्र कार्यं भवति नत्वं सकारः नकारः तत्र साक्षात् स्पर्शः अस्ति वा दूरमस्ति आमाम् ओ तदनन्तरं पकारः तदनन्तरम् इकारः एकारः तदनन्तरम् अत्र तृतीय पञ्चमी मध्ये साक्षात् अनन्तरं कार्यं भवति खलु साक्षात् सप्तमध्ये साक्षात् पूर्वम् पञ्चमी तत्पुरुषः परकार्यस्य दृष्टान्तः तानि भूतात् अलः परं कार्यं विधीयमानम् इति चेत् आदेश तानिवत् भावो न भवति दिव् शब्दः योगः सु दिव दिव औत् इत्यनेन दिव् इत्यस्य वकारस्य औत् आदेशः भवति सु इति प्रत्यये पदे दि योगः औ योगः सकारः इको एनचि द्यौ योगः सकारः औ इत्यस्मिन् वकारस्य स्थानिव भावं कृत्वा हल्ङ्याभ्यो दीर्घात् उत्तिसपृक्तं हल् इत्यनेन सकारस्य लोपः स्यात् वकारः स्थानि तस्य निमित्तत्वात् सकारलोपः अलोविधिः अस्ति चेत् स्थानिव भावो न भवति द्यौ द्यवोः इति पदम् द्यु इति शब्दः प्रथमं तु वदतु हल्ङ्याभ्यो दीर्घं कुतिसि पृक्तं हल् इति सूत्रं किं वदति स्वशब्देषु वदतु सरलरीत्या किं वदति यदि अङ्गात् हल् अल् वर्णः अस्ति परे अत्र अङ्गकार्यं नास्ति सिक्स् वन् अस्ति खलु अङ्गं किमपि नास्ति हल् वर्णात् परे सु अपृक्तमस्ति चेत् अल् वर्णः लोपो भवति परे अपृक्तसंज्ञकः वर्णः अस्ति चेत् अल् वर्णः लोपो भवति इति हलन्तात् अथवा दीर्घ नीप्रत्ययान्त् त्रिलिङ्गशब्द अथवा दीर्घ आबन्तात् इति त्रिलिङ्गशब्दः अस्ति तस्य अनन्तरं यदि सु नाम सु सु औजस्मात् सु ति नाम तिङ् प्रत्ययस्य तिप्तस्ति तिप् सि नाम सिप्तस्ति सिप् इति प्रत्ययानाम् अपृक्तरूपः अस्ति चेत् तस्य रूपस्य वर्णस्य लोपः भवति सकारस्य लोपः तकारस्य लोपः इति भवति आमाम् नाम ना योगः लङ्लकारे लङ्लकारे लङ्लकारे तु अस्ति तत्तु क्रियापदेषु अस्माभिः कुत्र पठितं परन्तु भवन्तेषु अपि यथा लतायोगः सु अस्ति खलु लता इति आबन्तरूपमस्ति अग्रे सु इति प्रत्ययस्य किं स एव आवश्यकते खलु उकारस्य इति संज्ञा भवति लतायोगः इस् इदानीं स इति अपृक् अस्ति सुप्रत्ययस्य भागः अस्ति अपृक् भागः अतः तस्य लोपः भवति लता एव भवति तथैव नदीयोगः सु इदानीं नीप्रत्ययः अस्ति अतः अत्र अपि नदी एव भविष्यति तदनन्तरं विद्युत् योगः सु विद्युत् इति हलन्तशब्दः अस्ति तस्य अग्रे सु सकारः एव अवशिष्यति तस्यापि लोपः भूत्वा प्रथमविभक्तिवचनरूपं किमस्ति विद्युत् प्रातिपदिकं विद्युत् एव खलु तत्र तत्र कार्यं भवति इदानीम् अस्य सूत्रस्य अर्थम् इदानीं ज्ञात्वा अस्य उदाहरणस्य विवरणं करोति दिवयोगः सु दिवयोगः सु अस्ति दिव औत् इति सूत्रेण औत् आदेशः भवति कुत्र दिव् इत्यस्य वकारस्य आदेशः औत् भवति अनन्तरं दिव् दिव द्यौ योगः सकारः अस्ति इदानीम् औ इत्यस्मिन् वकारस्य स्थाने एव औकारः आदेशः भवति तस्य परे सकारः अपृक्तसंज्ञका अस्ति संज्ञका तस्य लोपः भवति वा न इति सकारलोपः स्यात् स्थानिवत् भावेन लोपः भवति वा इत्यस्मिन् वकारस्य स्थाने वकारः औकारः भवति स्थाने तस्य निमित्तत्वात् सकारलोपः औ इति अल् नास्ति वा आदेश वल् पश्यतु दिव्योगः सु इदानीं दिव औ इत्यनेन वकारस्थाने औ आगच्छति इदानीं वकारः स्थाने अस्ति औ किमस्ति आदेशः द्वियोगः औ योगः स्व द्वियोगः औ इक्वणति द्यौ योगः स्व इदानीं प्रश्नः उदेति अल्याभ्यो दीर्घात् इति प्रत्यं हल् अत्र कार्यं करोति नाम प्रश्नः किमर्थम् आगच्छति कोऽपि वक्तुं शक्नोति अस्तु वस्तुतः औकारः वकारस्य आदेशः अस्ति अतः औकारः वकार इव इति चिन्तयित्वा तत्र वकारः अस्ति इति एव चिन्तयतु वकारः अस्ति चेत् अस्य अल्याभ्यो दीर्घास्पिसि प्रत्यं हल् इत्यनेन कार्यम् अत्र प्रसङ्गः भवति यतोहि वकारः अस्ति चेत् हलन्तशब्दः भवति तस्य अनन्तरं सकारः सुप्रत्ययस्य अपृक्तरूपः भूत्वा अस्य सूत्रस्य कार्यं भवति चेत् सकारस्य लोपः भवति अतः प्रथमविभक्ति एकवचनरूपं किं भवति द्यौ इति एव भवति कोऽपि वक्तुं शक्नोति परन्तु न नास्ति दोषपूर्णं किमर्थं यतोहि अनल्विधौ कार्यं करोति अल् वर्णनिमित्तं कृत्वा यदि तस्यानन्तरं साक्षात् अनन्तरं यदि कोऽपि कार्यं भवितुं शक्नोति कार्यस्य प्रसङ्गः अस्ति तर्हि तत् अल्वर्णनिमित्तीकृत्य आदेशः अत्र वकार इति अल्वर्णः अस्ति तस्य साक्षात् अनन्तरं सकारः अस्ति चेत् अल्याभ्यो दीर्घल् इति सूत्रेण कार्यं भवितुं शक्नोति हलन्तशब्दः हलन्तशब्दः तस्य अनन्तरं साक्षात् अनन्तरं स इति अस्ति अतः अनन्तरम् इति अस्ति खलु अतः परकार्यम् अतः अत्र परकार्यम् अल्वर्णस्य अनन्तरं कार्यम् इति अस्ति चेत् अलः विधिः तस्य उदाहरणमस्ति अत्र वकारः नाम हल्न्याभ्योदीर्घः तत्र किमस्ति हलन्तात् वकारः अस्ति चेत् नाम हल् वर्ण अनन्तरं वकारः सम्यक् श्रूयते महोदय सम्यक् न श्रूयते दीर्घात् सुतिषि प्रत्यं हल् इति सूत्रं परकार्यं निर्दिशयति खलु हल् शब्दस्य अनन्तरं हल् वर्णस्य अनन्तरं सकारः अस्ति चेत् तस्य लोपः अत्र हल् वर्णः कः अस्ति वकारः द्वियोगः द्विव अस्ति खलु वकारः नाम वकारः अनन्तरं सकारः अस्ति चेत् लोपः भवति परन्तु वकारस्य स्थाने यदा औकारः भवति तर्हि औकारं दृष्ट्वा हल्न्याभ्यो सूत्रं कार्यं करोति वा न करोति किमर्थम् यद्यपि औकारः वकारस्य स्थाने आगच्छति अपि च वकारनिमित्तं सकारस्य लोपः भवितुं शक्नोति परन्तु औकारः इदानीम् आगच्छति अतः अनल्विधौ इति भागात् औकारः वकारः इव नास्ति औकारः औकारः एव अस्ति वकारः नास्ति अतः तस्यानन्तरं साक्षात् अनन्तरं सकारः यः आगच्छति तस्य लोपः न भवितुं शक्नोति यतोहि औकारः न तु हलन्तः अस्ति न तु दीर्घ निप्रत्ययान्त अस्ति न तु दीर्घ आप्रत्ययः अस्ति अतः तस्य लोपः न भवति अतः रूपं भवति द्यौः विसर्गः भवति न तु द्यौ अवगच्छन्ति वा महोदय अत्र अल् वर्णः वकारः अस्ति खलु वकार नाम वकारं हल् वर्ण अनन्तरं स्तु अस्ति चेत् लोपः करोति अत्र सः हल् वर्णः नाम वकारानन्तरं स्तु अस्ति चेत् लोपः करोतु परन्तु अत्र वकारस्थाने औकारः भवति औकारः भवति आम् इति अल् वर्णनिमित्तं कार्यं तस्य निमित्तम् एकः वर्णः अस्ति अतः औकारः वकारः इव नास्ति अनिवत् आदेशवात् नास्ति औकारः औकार एव अस्ति औकारं दृष्ट्वा एव कार्यं करणीयम् औकारः हलन्तं नास्ति नीपपि नास्ति आपपि नास्ति अतः कार्यं न भवति अतः सकारस्य लोपः न भवति अतः द्यौकु इति रूपमेव भवति परन्तु औकारः अभवत् औकार अपि अल्वर्ण अस्ति अतः अल्वर्णः अस्ति परन्तु नाम अल्वर्णः अस्ति वकारः अल्वर्णः औकारः अल्वर्णः अल्वर्णनिमित्तं कार्यं अस्ति हल्न्याभ्यो गिरिवादिति सूत्रस्य अतः यत्र यत्र अल्वर्णनिमित्तं कार्यमस्ति तत्र तत्र आदेशः स्थानिवत् न भवति अत्र अल्वर्णनिमित्तमस्ति खलु अन्ते वर्णः कः अस्ति इति चिन्तयित्वा एव वयं ज्ञातुं शक्नुमः हलन्तम् अस्ति न वा अतः अन्ते औकारः अस्ति अतः औकारं दृष्ट्वा एव कार्यं करणीयम् इदानीम् औकारः वकारः एव नास्ति यद्यपि औकारः वकारस्थाने आगच्छति तथापि स्थानीवत् आदेशः न भवति यतोहि वर्णनिमित्तं कार्यमस्ति खलु यदि यदि कोऽपि कोऽपि कोऽपि पृच्छति दीवस्थाने वकारस्थाने औ इति किमपि भूत्वा इदानीं द्यौ भवति द्यौ प्रातिपदिकम् अस्ति वा प्रातिपदिकम् न सम्यक् अत्रापि न एकनिमिषं किमस्ति हा द्यौ द्यौ योगः सु द्यौ मध्ये द्यौ अङ्गमस्ति वा अस्ति खलु दिवङ्गम् सु प्रत्ययः दिवङ्गम् दिवस्थाने औ भवति द्यौ भवति इदानीं द्यौ इति अङ्गमस्ति वा सुप्रत्ययस्य कृते अत्र अस्ति अङ्गकार्यस्य कृते अङ्गस्य कृते यत्र स्थानि अङ्गमस्ति तत्र आदेशः अपि अङ्गं नाम द्यौ इति अङ्गमस्ति द्यौ अपि अङ्गमस्ति यतोहि तत्र स्थानीवत् आदेशः भवति अङ्गमस्ति चेत् भवति खलु अस्माभिः द्रष्टव्यं परन्तु वर्णनिमित्तं कार्यमस्ति चेत् स्थानीवत् आदेशः न भवति इदानीं हल्न्याकुदीर्घ इति वर्णनिमित्तं कार्यमस्ति वकारं दृष्ट्वा अथवा औकारं दृष्ट्वा कार्यं भवति न भवति इति चिन्तनीयम् अतः औकारः औकारः अस्ति चेदेव कार्यं भवति कार्यं दृष्ट्वा भवति न तु न भवति एकनिमिषः मम काल् आगच्छति एकनिमिषः क्षम्यतां, श्रूयते वा? श्रूयते महोदय। आं महोदय, इदानीं पर्यन्तं श्रूयते वा? न न, म्यूट् आसीत् खलु? आमां म्यूट् आसीत्। आं श्रू, आम् म्यूट् अस्ति चेत् रेकार्डिङ्ग् मध्ये न आगच्छति खलु? हा, तर्हि सर्वे अवगच्छन्ति खलु देव औत् मध्ये कथं कार्यं भवति? परन्तु पूर्वस्मिन् उदाहरणे विसर्गस्य स्थाने एव सकारः आगच्छति, तत्तु अल्वर्णः एव अस्ति, तत्र किमर्थं न भवति नतु? तत्रापि न भवति खलु, अल्वर्णनिमित्तं कार्यमस्ति, अतः परन्तु अत्र ओ न भवति। आमां आमामाम् आमामाम् इति सूत्रम् अस्ति, तद् अल् निमित्तमस्ति। आम् आम् अवगच्छामि। अल् अल् अल् वर्णनिमित्तं तत्र अल् वर्णनिमित्तं विधि नास्ति, तत्र तु स्थानिवद् भवति। अस्तु अस्तु, इदानीं तृतीयबिन्दुः मीना महोदय, अलो विधिः षष्ठी। अलो विधिः षष्ठी तत्पुरुषः, स्थानीभूतस्य अलः स्थाने एव केनचित् विधिना इष्टं कार्यमस्ति चेत् तस्मिन् विधौ कर्तव्ये आदेशे स्थानिवद्भावो न भवति। ओ पुनरपि पठामि महोदय, स्थानीभूतस्य अलकस्थाने एव केनचित् विधिना इष्टं कार्यमस्ति चेत् तस्मिन् विधौ कर्तव्ये आदेशे स्थानिवद् भावो न भवति। द्युकामः इति पदं, कामयते इति कामः, दिवः कामः इति विग्रहस्य समासे कृते, दिव् योगः काम, दिव् दिव् उत् इत्यनेन दिव् प्रातिपदिकस्य न तु दिव् धातोः प्रातिपदिकस्य वकारस्य उ आदेशः, दी दी योगः उ योगः काम। इको यणचि इति सूत्रेण द्यु दि यु द्यु योगः काम, उकारस्य वकारस्थानिवद्भावं कृत्वा उकारस्य वकारस्थानिवद्भावं कृत्वा लोपो व्योर्वलि इत्यनेन उकारस्य लोपः स्यात्। अलकस्थाने विधिः भवति चेत् अलो विधिः इति कृत्वा स्थानिवद्भावो न भवति। द्युकाम इति प्रातिपदिकं प्रथमाविभक्तौ एकवचने द्युकामः सिद्धः। अत्र प्रथमं तु लोपो व्योरवलि अत्र विधिसूत्रमस्ति, तस्य अर्थं किं? वल् बलादौ परे यकारवकारयोः लोपः। सम्यक्, नाम वल् प्रत्याहारपरे वल् वर्णः परते अस्ति चेत् यकारवकारयोः लोपः भवति इति अस्ति। इदानीम् अस्य सूत्रस्य निमित्तं किं? वकारयकार खलु, वर्णनिमित्तम् अस्ति, सः अल् विधिः अस्ति लोपो व्योरवलि, अल् विधि। इदानीं यकारवकारं दृष्ट्वा कार्यं भवति, यत्र यकारवकार नास्ति चेत् कार्यं न भवति। यद्यपि सः नूतनवर्णः यकारवकारस्य स्थाने आगच्छति चेदपि इति अस्ति अनल् विधि। तर्हि दिव् योगः काम, अत्र दिव् इति पदमस्ति, समासः अस्ति, दिव् पदमस्ति, प्रातिपदिकपद दिव् अस्ति, तस्य उकारस्य उकारः भवति इति एकं सूत्रमस्ति। तत् सूत्रं किमस्ति दिव् उत् इति महत्त्वं नास्ति, उकारस्य स्थाने उकारः भवति यदा प्रातिपदिकं पदमस्ति, अतः दि उ द्यु भवति, द्यु काम। इदानीं प्रश्नः उदेति, य उकारः यत् अस्ति सः वकारः एव अस्ति न वा? कस्य सूच्यते लोपो व्योरवलि? अत्र लोपो व्योरवलि इति यदि उकारवकार इव अस्ति चेत्, चिन्तयतु उकारवकार इव अस्ति, तर्हि वकारयोगः ककारः इति अस्ति, ककारः वल् प्रत्याहारे अस्ति वा? अस्ति. अतः लोपो व्योर्वलिसूत्रेण वकारस्य लोपः भूत्वा नाम उकारस्य लोपः भूत्वा, यतोहि उकारः वकारः इव अस्ति इति चिन्तयित्वा उकारस्य लोपः कृत्वा द्युक्काम इति किमपि भवति खलु. द्युक्काम, द्युक्काम इति खलु. परन्तु उकारः वकारः इव नास्ति, उकारः वकारः इव नास्ति, यतोहि अल्विधिः अस्ति. उकारः उकारः अस्ति, वकारः वकारः अस्ति, अतः उकारं दृष्ट्वा एव कार्यं भवति न इति चिन्तयामि. इदानीं लोपव्योर्वलि कार्यमेव न करोति, यतोहि उकारः वकारः इव नास्ति, अतः तस्य लोपः अपि न भवति, अतः द्युकाम इति एव भवति. अत्र वकारस्य स्थाने उकारः, तस्य एव लोपः भवति न वा इति चिन्तनीयं. नाम स्थानी अस्ति, तस्य स्थाने आदेशः भवति, तस्य वर्णस्य एव लोपः करणीयं न वा इति चिन्तनीयम्. अतः अस्मिन् अलो विधि षष्ठी तत्पुरुष इति समासस्य उदाहरणमस्ति. प्रश्नः अस्ति वा? अत्र विलोपो व्योर्वलि यकारवकारयोः लोपः यदि उकारः न अभवत् दिव उत् तत्र न अभवत् तर्हि तत्र किमपि काम दिवयोगः काम मध्ये तु भवति खलु वकारस्य लोपः. तर्हि वकारानन्तरं तकारः अस्ति. वकारस्य उकारः भवति, तत्त्वात् इको यनचि इति सूत्रेण द्यु भवति, द्यु काम. उकारस्य उकारः वकारः इव अस्ति न वा इति प्रश्नः. लोपो व्योर्वलि इति सूत्रस्य कृते अत्र उकार वकार इव अस्ति न वा इति प्रश्नः. वकार इव अस्ति चेत् अत्र उकारस्य लोपः भवति, द्यकाम इति रूपं भवति. वकारमिव नास्ति चेत् लोपः न भवति, द्युकाम एव भवति. तर्हि किं करणीयम् इति प्रश्नः. तर्हि उकार वकार इव नास्ति, यतोहि लोपो व्योर्वलि अल्विधिः अस्ति. उकार उकार एव अस्ति. इदानीम् उकार अस्ति चेत् अग्रे वल् प्रत्याहारः वर्णः अस्ति चेत् लोपः भवति वा? न भवति. अतः द्युकाम एव भवति. महोदय अत्र यदि वकार तत्र उकारः वकारः इव अस्ति इति चिन्तयित्वा किं भवति तत्र दिकाम इति भवेत् खलु. तत्र यकारस्य अपि लोपः भवति खलु. तत्र इदानीं निमित्तस्य नैमित्तिक अस्ति दिकाम इति भवेत्. तत् किमपि भवतु, तत् नास्ति. प्रश्नः अस्ति उकारस्य लोपः भवति न? आम् न भवति. अवगच्छन्ति वा? सर्वे अवगच्छन्ति वा? आम् आम् महोदय. अस्तु. आम् महोदय. अत्र वकारस्य स्थाने यकारः आगच्छति खलु इको एनचि इत्यनेन. उकारस्य स्थाने उकारः भवति, तदनन्तरं द्वियोगः उ इको वकारस्थाने उ भवति खलु. दिव उत् दिव वकार आदेशः स्थाने अस्ति, उकारे अस्ति किमस्ति आदेशः. अत्र इको यानचि इति इकारस्य यकारः भवति न उकारस्य. प्रश्नः दिव उत् अपि च इको यानचि अत्र सूत्रं दिवु किम् इकोयणचि अत्र महत्त्वं नास्ति. अपि च दिवभूत् दिवभूत् अपि च इकोयणचि सूत्रद्वयं महत्त्वं नास्ति अत्र. नाम अत्र आदेशस्थानी इति सूत्रं किमस्ति? दिव उत् खलु. दिव उत् वदति वकारस्थाने उकारः आगच्छति उकारः अस्ति एव द्यु भवति तदनन्तरं लोपो भवति वा न वा इति आगच्छन्ति आम् महोदय आम् अग्रे अलीविधि पठतु अत्र कोऽपि पठितम् इना महोदय रघुपति विजया भगिनी अस्ति विजया महोदय पठति वा पठितुं शक्नोति एव इदानीम् अलीविधिः चतुर्थबिन्दुः सप्तमी तत्पुरुषसमास तत्पुरुषः अलीपरे पूर्वस्य विधेः कर्तव्ये कर्तव्ये सति अल् स्थाने आदेशस्य स्थानिवत् भावः न भवति क इष्टः यज् धातुः योगः तप्रत्ययं यज् योगः त वचिस्वपि यजादीनां किति इत्यनेन सम्प्रसारणम् इ अयज् योगः तप्रत्ययम् अतः पूर्वरूपैक पूर्वरूपं पूर्वरूप एकादेशः यज् योगः त ब्रश्च ब्रश्च ब्रश्च ब्रश्च सृज मृज यजराज राज्य चषांशः इत्यनेन ब्रश्च ब्रश्च सृज मृज यजराज ब्राज चकारान्तः शकारान्तः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारः आदेशः जलिपरे अस्ति चेत् जश् इष् योगः त सुनाश्चुः इत्यनेन इष्ट इति भवति एतस्मात् पूर्वं किं योगः सु किमखः इत्यनेन किं शब्दस्य विभक्ति प्रत्ययपरे क आदेशः क योगः इस् ससजुषोरुः इत्यनेन कर् कर् योगः इष्टः यज् धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य यकारस्थानिवत् भावं कृत्वा अशि च इत्यनेन अप्लुत रस्व अकारात् परस्य रु सम्बन्धरेपस्य उकारादेशः अशिपरे क योगः उ योगः इष्ट इति भवति स्म परन्तु अशिपरे इत्यस्य कथनेन अलिविधिः इति कारणतः इकाररूप आदेशः यकारत्वं स्थानिवद्भावः न भवति कर् योगः इष्ट भो बहो अहो अपूर्वस्य योषि इत्यनेन अकार उत्तर उत्तरस्य रु शब्दस्य रेपस्य यकारादेशः अशिपरे कै योगः इष्ट लोपशाकल्यस्य लोपशाकल्यस्य इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशिपरे इत्युक्ते क इष्टः रूपद्वयं भवति कैष्टः इति लोपः शाकल्यस्य इत्यनेन अत्र अलीपूर्वस्य विधेः कर्तव्ये सति अल्स्थाने आदेशस्य स्थानिवत् बाहवः न भवति अल्स्थाने यदा आदेशः भवति पूर्वस्य अलीपरे पूर्वस्य विधेः तत्र अल्स्थाने आदेशस्य स्थानिवत् भावः न भवति क इष्टः कैष्टः इदानीं यज् धातुः अस्ति चेत् तप्रत्यययोजनेन यज् योगः त वचस्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भूत्वा तत्र यकारस्थाने इकारः अनन्तरं तत्र यकार उत्तरवर्ति अकारः तिष्ठति अत्र खलु जि इज् इदानीं लशकतथिति इति सूत्रेण ककारस्य लोपः भूत्वा तकारः एव तिष्ठति अत्र पूर्वरूपम् एकः आदेशः अत्र इज् भवति इज् योगः स इदानीं वृक्ष वृक्ष सृज मृज यजराज ब्राच्छशाम् इति सूत्रेण तत्र चकारान्तः अस्ति, अनन्तरं चकारान्तः तालवी शकारान्तः अस्ति चेत् एतत् धातूनाम् अन्तिमवर्णस्य स्थाने शकारः आदेशः भवति. जलि परे अस्ति चेदेव एतत् कार्यं भवति. इदानीं इष् योगः जकारस्य स्थाने तालव्यशकारः आगच्छति. अनन्तरं ब्रच्च ब्रच्च इति सूत्रेण मूर्धने शक मूर्धने शकारः आगच्छति, इष् इति भवति. इदानीं तकारस्य स्थाने स्टुणासुगु इति सूत्रेण इष्ट इति भवति. एतस्मात् पूर्वं किं योगः सु किमख इत्यनेन किं शब्दस्य विभक्ति प्रत्ययपरे क आदेशः भवति. किम् इति सम्पूर्णतया तत्र आदेशः भवति, क आदेशः भवति. अतः क योगः स ससजुषोरुः इति सूत्रेण खर् भवति. इदानीं खर् योगः इष्ट इति भवति. यज् धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य स्थाने ई स्थाने यकारः भवति. परन्तु तत्र यकारः स्थानिवद् भावं भूत्वा एव भवति. अशिच इत्यनेन अप्लुत ह्रस्व अकारस्य परस्य रेपस्य स्थाने उकारः भवति. इदानीं अशिपरे इत्यनेन ह्रस्वः भवति खलु जि अशिपरे अशिपरे अशिच इति सूत्रेण तत्र तत्र उकारः भवति खलु रेपस्य अश्वर्णे परे अस्ति चेत् उकारः आदेशः भवति. इदानीं क योगः उ योगः इष्ट इति भवति. परन्तु अशीपरे अस्ति चेत् अलिविधिः कारणतः इकाररूप आदेशः यकारत्वस्य स्थानिवद् भावः न भवति इति. तत्र इकारः अत्र इष्ट इति अस्ति. तत्र इकाररूप आदेशः यकारत्वस्य स्थानिवद् भावः न भवति. अतः कर् योगः इष्टः एव तिष्ठति. इदानीं भो बहो अघो अपूर्वस्य योषि इत्यनेन अकार उत्तरवर्ति अकारस्य शब्दस्य रेपस्य यकारादेशः भवति अशीपरे अस्ति चेत्. अतः तत्र रेपस्य स्थाने कर् इति स्थाने कै भवति. कै योगः इष्टः इति भवति. इदानीं लोपशाकल्यस्य इति सूत्रेण पदान्तस्य वकारस्य यकारस्य लोपः विकल्पेन भवति. अतः तत्र अशिपरे का इष्टः. इदानीं लोपः शाकल्यस्य इति सूत्रेण क इष्टः इति रूपं द्वयं रूपद्वयं भवति. अवगच्छन्ति सर्वे? धन्यवादः जि. नमस्कारः जि. अवगच्छन्ति वा? भवान् एकवारं वदतु महोदय. अस्तु, तर्हि एकं सूत्रमस्ति इष्ट क इष्ट इति इति अस्माभिः क इष्ट इति रूपं कथं भवति इति अस्माभिः द्रष्टव्यं. किं किं सु यज् क्त इति अस्ति. किं सु यज् क्त इति अस्ति. किं प्रातिपदिकं सु सु इति किं प्रत्ययः ते प्रथमपदः अस्ति. किं योगः सु यज् योगः क्त इति द्वितीयपदम्. इदानीं प्रथमं पठिष्यामः यज् योगः क्त. यज् योगः कथं भवति? प्रथमं तु क्त ट इति कित् प्रत्ययः अस्ति, अतः वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भवति. इज् योगः त. तदनन्तरम् इज् योगः त अग्रे कथं भवति, व्रश्च ब्रश्च इति सूत्रमस्ति. तत्र व्रश्च ब्रश्च यज रज व्राज चषाम् इति सूत्रं यज् अस्ति खलु. अत्र पश्यतु, व्रश्च ब्रश्च इति सूत्रे यज् इति धातुः अस्ति, परन्तु अत्र तु इज् अस्ति खलु. तर्हि इज् यज् इव अस्ति वा इति प्रथमप्रश्नः. आम् अस्ति, यतोहि अत्र अल्विधिः नास्ति खलु, अत्र धातुत्वमेव अस्ति. यज् अपि धातु, इज् अपि यज् धातु इव. अतः यद्यपि यकार यज् इति न दृश्यते, परन्तु इज् यज् इव अस्ति, यतोहि धातु अस्ति. अतः व्रश्च ब्रश्च यस याज भ्राजशां शः इति सूत्रम् अत्र कार्यं करोति. अत्र कार्यं कृत्वा इज् योगः त तत्र किं भवति, जकारस्थाने षकारः भवति, इष् योगः त सुनाष्टुः इत्यनेन इष्ट इष्ट इति भवति एकम् इष्ट इष्टः इति. तदनन्तरं किं योगः सु इति अस्ति, तत्र किमः कः इत्यनेन किं शब्दस्य विभक्तिप्रत्यये परे क आदेशः भवति. सु इति विभक्तिप्रत्ययः अस्ति, अतः किं स्थाने क भवति, क योगः इस्. इदानीं ससचुषुरुः इत्यनेन कः इति भवति, क योगः इस् इत्यनेन स स्थाने रु भवति, रेफ भवति. कर् योगः इष्ट, कर् योगः इष्ट. इदानीं प्रश्नः उदेति, कर् योगः इष्ट अत्र विसर्गः भवति न वा, खरवसानयोः विसर्जनीयः इति सूत्रं कार्यं करोति वा, प्रथमप्रश्नः अस्ति मम. करयोगः इष्टमध्ये यदि वयं चिन्तयामः, संहिता अस्ति, संहिता अस्ति, तर्हि खरवसानयोः विसर्जनीयः कार्यं करोति वा? करवर्णः नास्ति खलु अत्र, करवर्णः नास्ति अपि च अवसानमपि नास्ति, अतः प्रथमं तु विसर्गः न अस्ति इति प्रथमप्रश्नः. अस्तु, तर्हि करयोगः इष्ट. इदानीं प्रश्नः उदेति, अत्र करयोगः इष्टमध्ये सकारस्य स्थाने रेफः भवति, सकारस्य स्थाने रेफः भवति. इदानीं हसि च एकं सूत्रमस्ति, हसि च, हसि च इति सूत्रं किं वदति, कि अदन्त अस्ति अङ्गम्, अप्लुतात् अतः रोः उत् हसि च संहितायां, प्लुत् भिन्न ह्रस्व उकारोत्तरवर्ति, रु सम्बद्ध रेफस्य स्थाने उकारादेशो भवति हश् प्रत्यये परे. अत्र अत्र प्लुत् भिन्न नाम प्लुत् भिन्न ह्रस्व अकारः अस्ति, तस्य अनन्तरं रु सम्बद्ध रेफ वर्णः अस्ति चेत् तस्य उकारादेशः भवति हसि च, हसि प्रत्यय, हश् हश् प्रत्याहार परे. तर्हि रामः गच्छति इति, रामस् इति गच्छति खलु, रामस् गच्छति, रामसु गच्छति, रामस् गच्छति, सकारस्थाने रामर् गच्छति. इदानीं रामर् मध्ये अकारः अस्ति, तस्य अनन्तरं रुसम्बद्धरेफः अस्ति, तस्य अनन्तरं गकारः अस्ति यः हश् प्रत्याहारे अस्ति. तर्हि किं भवति, रेफस्थाने उ भवति, गुणः कृत्वा रामो गच्छति इति भवति खलु, वयं जानीमः रामो गच्छति. तर्हि अत्रापि हसि च सूत्रस्य प्रसङ्गः भवति. किमर्थं हसि सूत्रस्य प्रसङ्गः भवति इति प्रश्नः भवति. किमर्थं, यज् धातु अस्ति, यतोहि करयोगः इष्ट अस्ति, इष्ट वस्तुतः इकारः यकारस्य स्थाने आगच्छति खलु सम्प्रसारणं कृत्वा. तर्हि इकारः यकारः इव अस्ति न वा इति चिन्तनीयं हसि च सूत्रस्य कृते. यदि इकारः यकारः इव अस्ति चेत् यकारः हश् प्रत्याहारे अस्ति, अतः इकारः अत्र अपि हश् प्रत्याहार हश् प्रत्याहारे इव अस्ति एव चिन्तयित्वा रेफस्य स्थाने उ भवति खलु. अतः क उ इष्ट इति भवति चेत् किं भवति, को इष्ट इति किमपि रूपं भवति खलु. परन्तु तथा न करणीयं, हषि च इति सूत्रमपि अल्वर्णनिमित्तमस्ति, अल्वर्णनिमित्तमस्ति खलु। अलिविधि अस्ति नाम हष् प्रत्याहार पूर्व यदि रेफ अस्ति चेत् तस्य उकारः भवति, पूर्वनिमित्तं न क्षमतां पूर्वकार्यमस्ति, हष् प्रत्याहार पूर्वकार्यमस्ति। रे अत्र यः वर्णः अस्ति अल्वर्णः, नाम अत्र यकारः इकारः यः अल्वर्णः अस्ति, यज् धातुः इज् धातुः यत्र यकारः इकारः अल्वर्णः अस्ति, तत्र तत् निमित्तकृत्य पूर्वकार्यमस्ति इति अस्ति खलु, रेफस्य स्थाने उकारः। अतः अलिविधि अस्ति, अलिविधि अल् अल् परे कार्यं भवति न वा इति चिन्तनीयम्। अत्र अल् अस्ति इकारः यकारः, तर्हि अत्र अल् अल्विधि अस्ति अतः स्थानिवत् न भवति, इकारः यकारः इव न भवति, इकारः यकारः इव न भवति चेत् हष् प्रत्याहारे अपि न आगच्छति, अतः हषि च कार्यं न करोति, रेफस्य स्थाने उकारः न भवति, कर इष्ट कर इष्ट एव तिष्ठति, कर इष्ट एव तिष्ठति इत्यनेन नूतनसूत्रं कार्यं करोति, भो भगो अघो अपूर्वस्य योषि, भो भगो अघो अवर्णपूर्वस्य रु शब्दस्य रेफ भवति यकारादेश, रेफस्य यकारादेश भवति अश् परे, नाम हश् परे अस्ति चेत् रेफस्य किं भवति उकारः, परन्तु अश् प्रत्याहार परे अस्ति चेत् अवर्णपूर्वस्य रुशब्दस्य रेफ भवति, रेफस्य यकार भवति। तर्हि इदानीं करयोगः इष्ट, इदानीम् इ अश् प्रत्याहारे अस्ति, हश् प्रत्याहारे नास्ति खलु, अश् प्रत्याहारे अस्ति, अतः अपि च रेफः अस्ति, तस्मात् पूर्वम् अकारः अस्ति, अतः अनेन सूत्रेण अकार उत्तर रु शब्दस्य रेफस्य यकारादेशः भवति अश् प्रत्याहारे, अतः कययोगः इष्ट। अतः तदनन्तरं यकारस्य एक लोपशाकल्यस्य इत्यनेन एकवारं लोपः भवति, एकवारं लोपः न भवति, क इष्ट क इष्ट इति नाम आहत्य स्थानी अस्ति यकारः, यज् यज् धातोः यकारः, आदेशः अस्ति इकारः यः सम्प्रसारणेन आगच्छति, विधि अस्ति हषि च, हषि च इति सूत्रम् अल् निमित्तं सूत्रमस्ति, प्रा अपि च अल् निमित्तपूर्वसूत्रमस्ति, पूर्वकार्यमस्ति, अतः तस्य कृते आदेशः स्थानीवत् न भवति, इकारः यकारः इव न भवति, अतः इकारः इकारः एव अस्ति। इदानीम् इकारः हष् प्रत्याहारे नास्ति, अतः रेफस्य उकारः न भवति, अतः हषि च इति सूत्रं कार्यं न भवति इति वार्ता अस्ति। आगच्छन्ति वा? आम् महोदय। प्रश्नः अस्ति वा कस्यापि? तर्हि एतत् सर्वं नाम यत्र यत्र अल्विधिः अस्ति तत्र स्थानीवत् इति आदेशः भवति इति चिन्तनीयमेव न, स्थानी स्थानी अस्ति, आदेशः आदेशः अस्ति, आदेशमध्ये यः वर्णः अस्ति तमेव दृष्ट्या दृष्ट्वा कार्यं करणीयम् इति एव अस्ति आहत्य। सरलमेव अस्ति, यदि विधिः अल् निमित्ते अस्ति तर्हि किमपि न चिन्तनीयम्, ओ स्थानी अस्ति तस्य स्थाने आदेशः भवति अतः इदानीं स्थानीवत् भवति न वा किं करणीयं, न, वर्ण अस्ति चेत् वर्णं दृष्ट्वा एव कार्यं भवति, वर्ण वर्णं तत् तत् आदेशमध्ये यः वर्णः अस्ति यदि सः वर्णः निमित्तं भवितुं शक्नोति सूत्रस्य तर्हि कार्यं करोतु, न भवितुं शक्नोति चेत् कार्यं न करोतु, चिन्तनस्य आवश्यकता एव नास्ति यत् इदम् आदेश अयम् आदेशः अस्ति वा, कस्य स्थानिनः आदेशः अस्ति, कस्य स्थाने आगच्छति, इति सर्वं न चिन्तनीयम् एव अस्ति अनल्विधौ इति भागस्य महत्त्वम्। एकवर्णम् आश्रित्य एव अत्र कार्यं भवति, न तु समुदायस्य प्रायः प्रायः एकवर्ण एतदेव गुणधर्मः अत्र अस्ति अल्विधिः अल्विधिः कानि वर्णः अल्वर्णः अस्ति चेत् कार्यं भवति वा न वा इति चिन्तनीयम् इति न महोदय हानि अल्वर्ण इति न केवलम् अल्वर्णनिमित्तं यदस्ति पूर्वं कार्यं पूर्वमादेशमस्ति पूर्वं कार्यं भवति परं कार्यं किमपि अस्ति अतः चत्वारः उदाहरणानि चत्वारिकरणानि सन्ति खलु केवलम् अल् निमित्तं कार्यमस्ति चेत् तत्र न द्रष्टव्यम् आदेशः स्थानीवत् अस्ति न वा किमस्ति वा आदेशः यः वर्णः अस्ति तद् निमित्तं कार्यं भवति मा चिन्तयतु यत् ओ परन्तु तत्तु कस्यापि स्थाने भवति खलु अतः स्थानी अस्ति तत् चिन्तयित्वा तत् मत्वा एव कार्यं करणीयम् यत्र अल् विधिः आश्रित्य आदेशः भवति एतत्तु स्थानिवद् न भवति अल् विधि निमित्त विधिः अस्ति आदेशः तु भवति एव आदेशः तु प्रथमेव भवति तत् आदेशः स्थानिवत् न भवति इति न भवति तर्हि एकवारं पुनः शृणोतु रेकार्डिङ्ग् धन्यवादः अग्रिम रविवासरे आगच्छामः धन्यवादः महोदय धन्यवादः महोदय शुभरात्रिः धन्यवादः